नमस्कारः. अद्य व्याकरणवर्गे विषयः अस्ति धातुपाठे हल् सन्धिः प्रथमभागः. अत्र वयमिदानीं किञ्चित् पुनस्मरणरूपेण यथा गतवर्गे कृतवन्तः तथा करिष्यामः. अनन्तरं यत्किमपि महोदयस्य वर्गे पठितवन्तः तदपि एकवारं पठिष्यामः. इदानीमत्र नमस्कारः, नाम उच्यतम्. नमस्कारः भगिनि. अस्तु, अद्य सरला भगिनी, भवती अत्र प्रथमम् अत्र किं दत्तमस्ति इति प्रथमपरिच्छेदे संक्षिप्तरूपेण वदति वा? प्रथमपरिच्छेदे अस्ति यद् धातुभ्यः विहिता प्रत्यया अचुवर्णे अस्ति सन्ति वा य र व म न इति हलन्तशब्दा शब्दैः आरभ्य सन्ति, तत्र केवलं वर्णमेलनं भवति. किन्तु यदि त थ ध स इति प्रत्यया आरम्भे अस्ति तद् सन्धिकार्यं भवति. वर्णमेलनम् अचुवर्णे अस्ति, तत् यथा उदाहरणानि सन्ति अदादि रुन्दन्ति रुणन्दन्ति अति इति. अत्र भगिनि एकः प्रश्नः, अत्र यत्किमपि धातुः वा कीदृशधातोः कृते एतत् विषयः अस्ति इदानीम्? एषः विषयः कीदृशधातु यदि हलन्त सन्ति तस्य प्रत्यययोजनेन किं कार्यं भवति तस्य वर्णम् अस्ति. अस्तु भगिनि, तदेव अत्र हलन्तधातुः अपि च धातोः परः अत्र प्रत्ययः अचुवर्णैः वा हल्वर्णैः वा भवति. यदि हल्वर्णैः अत्र त थ ध स भवति तर्हि अत्र हल् सन्धेः निमित्तम् अस्ति इति विषयः अत्र. अस्तु भगिनि, धन्यवादः. इदानीम् अत्र शुकवन महोदय, भवान् अत्र बि इति अस्ति किल, तद् विषये किञ्चित् वदति वा? हा, प्रयत्नं करोमि. हल् सन्धिः, आम् बि, तत्र धातुः हलन्तः भवेत् अपि च प्रत्ययस्य प्रथमवर्णं त थ ध ध इति वर्णानाम् अन्यतमः अस्ति चेत् तत्र हल् सन्धिः भवितुम् अवकाशः अस्ति. हल् सन्धि रूपत्रयेण भवति, कुत्रचित् पूर्ववर्णस्य विकारः भवति, कुत्रचित् परवर्णस्य विकारः भवति, कुत्रचित् पूर्वपरयोः विकारः अपि भवितुम् अर्हति. पूर्ववर्णस्य विकारः नमस्कारः महोदय, प्रायः तस्य सम्पर्कः भग्नः. तत्रैव अस्ति. अस्ति वा? महोदय, न श्रूयते वा? वयमस्मि. अस्तु अस्तु, इदानीं प्रायः सः पुनः आगच्छति इति. विद्याभगिनी, भवती पूर्णं करोति वा? अत्र पूर्णं कृत्वा सि भागः यदस्ति तद् तस्मिन् विषये वदति वा? हा, अत्र यथा महोदयेन उक्तं, यदि हलन्तधातुः अस्ति अग्रे त थ ध स प्रत्ययः अस्ति चेत् तत्र हल् सन्धिः भवति. यदा हल्सन्धिः भवति तत्र कुत्रचित् पूर्ववर्णस्य विकारः भवति, कुत्रचित् परवर्णस्य भवति, अपि च कुत्रचित् पूर्वपरयोः द्वयोः वर्णयोः अपि विकारः भवति इति अस्ति अत्र. अग्रे सी इति भागे हल्सन्धिविषये, हल्सन्धिविषयः चतुर्षु विभागेषु विभक्ताः. अस्मिन् पाठे प्रथमभागः वयं पठामः. यदि धातु हलन्तः अस्ति, अग्रे लङ्लकारस्य तप्रत्ययः अथवा स्वप्रत्ययः अस्ति चेत् तत्र कानि कार्याणि भवन्ति इति. द्वितीयम् अस्ति हलन्तधातुः अस्ति, अग्रे सकारादिप्रत्ययः अस्ति चेत् तत्र किं भवति लङ्लकारस्य सप्रत्ययं विहाय. तृतीयपाठे हलन्तधातुः अग्रे तकारादिप्रत्ययः अस्ति अथवा थकारादिप्रत्ययः अस्ति चेत् तत्र कानि कार्याणि भवन्ति इति. अन्तिमपाठे हलन्तधातुः अग्रे दकारादिप्रत्ययः अस्ति चेत् तत्र कः योजनविधिः इति चतुर्षु विभागेषु विभक्तः दहल्सन्धिपाठः. अस्तु भगिनि, इदानीम् अत्र हेमा भगिनी भवती करोति वा अग्रिम. नमस्ते महोदय. नमस्कारः महोदय. अत्र एकः प्रश्नः अस्ति महोदय. अत्र नौ इदानीं भगिनी टोल्ड् न कथं हलन्त्यानां धातु लङ्लकारस्य तृतीय सप्रत्ययोः योजनविधिः भवति इति उक्तम्. अनन्तरं द्वितीयपाके किमर्थं सकारादिप्रत्ययानां योजनविधिः इति उच्यते न जानामि. तद् अग्रिमपाठे पठिष्यामः. इदानीम् अत्र सकारादिप्रत्ययः यदा मध्यमपुरुष एकवचने लट्लकारे सि अस्ति किल महोदय, तत् सकारादिप्रत्ययः भवति. धातुः अलन्तः अपि च प्रत्ययः सि अस्ति, तत्तु लङ्लकारस्य सप्रत्ययः नास्ति किल, अतः अत्र किञ्चित् भिन्नकार्यं भवति इति कारणतः तथा स्थापितमस्ति. अग्रे अस्ति यत्र हलन्तधातवः सन्ति तत्र प्रथमबिन्दुः वयम् इदानीमेव भगिन्या उक्तं तकारसकारयोजनेन सन्धि हलन्तसन्धिः हल्सन्धिः भवेत् इति. अत्र तस्य योजनविधिः विवृतम् अस्ति. यदि लङ्लकारस्य तप्रत्ययः सप्रत्ययः अस्ति द्वयोरपि अपृक्तसंज्ञा भवति. अपृक्त इत्युक्ते एकः एव हल् वर्णः. तस्य विधायकसूत्रमस्ति अपृक्त एकाल् प्रत्ययः इति. सूत्रस्य अनुवृत्तिसहितसूत्रमस्ति एकाल् प्रत्ययः अपृक्तः, स्वयमेव सम्पूर्णम् अर्थः स्पष्टमेव अस्ति इति. तर्हि अत्र त्रीणि सोपानानि सन्ति. प्रथमः अस्ति तप्रत्यय सप्रत्यय द्वयोर् योजनेन तत्र तकारसकार द्वयोः लोपः भवति इति प्रथमबिन्दुः. प्रत्यययोजनेन पदं भवति सुप्तिङ्गन्तं पदम् अनेन, अतः अत्र पदं तु निर्मितं यद्यपि तकारसकारलोपः भवति तथापि तत्र पदं निष्पन्नमेव. अनन्तरं द्वितीयबिन्दुः अस्ति तस्य सम्बद्ध कानिचन कार्याणि ये निमित्तं सन्ति तानि कार्याणि द्वितीयबिन्दुः. तृतीयबिन्दुः अस्ति तत्र सन्धिकार्यं यत् भवेत् इत्युक्ते साधारणतया जष्ट्वसन्धि चर्त्वसन्धि अनयोः प्रसक्तिः अस्ति, अपि च कार्यमपि भवति यत्र यत्र प्राप्तिः अस्ति तत्र कार्यं भवति इति. अस्तु भगिनि. पुष्पा भगिनि भवती अग्रे पठति वा? महोदय क्षम्यतां, शुकवनं, मम पार्श्वे विद्युत् खण्डितः अभवत् अतः केवलं शृणोति वा महोदय? इदानीम् अस्मि. यदा वदन् आसीत् तस्मिन् समये खण्डितः अतः अस्तु अस्तु महोदय. इदानीं वयम् अत्र अपृक्त एकाल् प्रत्ययः इति सूत्रं तद् दृष्टवन्तः अग्रे. अस्तु महोदय. हलन्तेभ्यः धातुभ्यः ति सि सम्बन्धिनां प्रत्ययानाम् अपृक्तप्रत्ययानां लोपो भवति. तत्तु विवरणं करोति. सूत्रं तु हल्याभ्यो दीर्घात् श्रुतिस्य पृक्तं हल् ती सी अपृक्तपल् हल् अस्तु. हलन्तात् दीर्घान्त्यात् दीर्घबन्तात् च सु ति सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः. अनुवृत्तिसहितसूत्रं दीर्घात् हल्याभ्यो स्तुतिसि अपृक् हल् लुप्यते. तत् विवरणं करोमि. करोतु भगिनि, करोतु किञ्चित् सूक्ष्मरूपेण. हलन्तात् दीर्घन्यन्तात् तत्तु दीर्घ दीर्घन्त्यात् अत्र दीर्घात् किं भवति न अत्र अरुण अस्ति तत् दीर्घ नास्ति अत्र. सुकुमनं महोदय, भवान् सहायं करोति वा किञ्चित्? अत्र दीर्घन्यन्तात् इत्युक्ते किं, दीर्घाबन्तात् इत्युक्ते किम्? हा, ङीप् इति प्रत्ययः अस्ति, तत् स्त्रीप्रकरणे भवति. तादृश ङीप् इति प्रत्ययात् प्राक्, प्रत्ययात् अनन्तरम् अपि च आप् इत्यपि प्रत्ययः अस्ति, तदपि स्त्रीप्रकरणे भवति, तत्तु दीर्घमेव. यदा दीर्घ ङीप् अनन्तरम् अथवा दीर्घ आप् इति प्रत्ययस्य अनन्तरम् अपृक्तसंज्ञक प्रत्ययः आगच्छति चेत् तस्य लोपः भवति इति. हलन्तधातुतः समग्रदृष्ट्या अस्य सूत्रस्य प्रसक्तिः कुत्र अत्र अस्ति. हलन्तधातुतः लङ्लकारस्य सि ति च प्रत्ययोः परयोः अत्र स त इत्यनयोः लोपः भवति. तथा अरुणद् योगः त अरुणदेव तिष्ठति. अरुणद् योगः स अरुणदेव तिष्ठति. तथैव सर्वे अपि सर्वे अभिनद् अहन् अधोग् असंस्त् तत्सर्व सर्वे तथैव तिष्ठति. अस्तु भगिनि, अत्र समीचीनं भगिनि. अत्र प्रसङ्गः अस्ति हलन्तधातुतः लङ्लकारस्य सी वा ति वा प्रत्ययः, यत्र ते प्रत्ययः अपृक्तसंज्ञकप्रत्ययः भवन्ति, तस्य लोपः भवति इति विषयः अस्ति. परन्तु एतत् सूत्रमत्र हलन्त प्रातिपदिकेभ्यः अपि च दीर्घान्यन्तात् अपि च दीर्घाबन्तात् परः सुप्रत्ययः अस्ति चेदपि एतस्य सूत्रस्य कार्यं भवति. इदानीं तु विषयः हलन्तधातूनां कृते एव, अतः अग्रे गमिष्यामः इदानीम्। अस्तु मणिमहोदय, भवान् अत्र लङ्लकारस्य प्रसङ्गः अस्ति, तत् तत्र किञ्चित् विवरणं करोति वा अत्र? लङ्लकारे प्रथमपुरुषे एकवचने अस्ति, अत्र द्वितीये एव इदस्य सूत्रेण ईकारः भवति, अपृक्तमेव अस्ति अत्र महोदय। तदेव तदनन्तरं महोदय लङ्लकारस्य प्रसङ्गः इति अस्ति किल अग्रे, अधुना प्रश्नः उदेति कुत्र कुत्र लङ्लकारे तस् इत्यनयोः लोपः भवति तस्मात् आरभ्य। धन्यवादः महोदय। कुत्र कुत्र लङ्लकारे तकारः सकारः लोपो भवति, अति हल्याभ्योः दीर्घसूत्र सुधिश्च पृक्तं हल् इति सूत्रेण एव भवति, तत् सूत्रमेव प्रसिद्धिः अपि भवति अपि। इदानीम् अत्र विषयः अस्ति महोदय, विषयः अस्ति अत्र धातुः हलन्तधातुः अपि च विक्रमपदस्य नास्ति मीन्स् हल् सन्धि भवति, तदेव अकारान्त अजन्तधातु विक्रमपदस्य मध्ये अस्ति चेत् प्रत्ययो धातोः प्रत्ययोः मध्ये विक्रमपदस्य अजन्तधा विक्रमपत्य अस्ति चेत् अत्र किमपि कार्यं न भवति महोदय। इत्युक्ते हल्सन्धेः प्रसक्तिः न भवति, अन्यानि कार्याणि तु भवन्ति, परन्तु हल्सन्धेः यद् इदानीं पठन् स्मः तस्मिन् विषये तु अत्र मध्ये अजन्तविकरणप्रत्ययः अस्ति चेत् एतस्य सूत्रस्य कस्य प्रसक्तिः न भवति इत्युक्ते हल्न्याभ्यो दीर्घात् सुतिस्य प्रोक्तं हल् इति सूत्रस्य प्रसक्तिः अत्र न भवति। कुत्र भवति इत्युक्ते केवलं लङ्लकारे यत्र प्रत्ययः अपृक्तसंज्ञकप्रत्ययः तव सव अस्ति, अपि च धातुः हलन्तधातुः अस्ति, अपि च धातुः धातोः प्रत्यययोः मध्ये कोऽपि विकरणप्रत्ययः नास्ति, तदानीमेव हल्नाभ्यो दीर्घासुतिस्य प्रथम हल् इत्यस्य प्रसक्तिः अस्ति इति अत्र दत्तमस्ति। एतत् कुत्र भवति इति इत्युक्ते सार्वधातुकप्रकरणे यत्र मध्ये विकरणप्रत्ययः न भवति, एतत् कस्मिन् केषु गणेषु एतद् भवति इत्युक्ते अग्रे पठतु महोदय। महोदय अत्र अरुणत् अविनत् अदादिगणानि न गणम् इदानीं न स्मरामि, अन्य कोऽपि स्मरति चेत् सप्तमी रणदित्युक्ते रुदादिगणः प्रायः तत्तु विनादिगपि रुदादिगणः, अन्ये प्रायः अन्यगणेषु भवति प्रायः। धन्यवादः महोदय। अदादिगणे ज्योत्यादिगणे मध्ये विकर्णप्रत्ययः नास्ति, चप् सप् अस्ति लुक् भवति द्वयोः स्थाने, रुदादिगणे विकर्णप्रत्यय धातु मध्ये अस्ति, उदाहरणार्थं बिद् धातुः ऋद् धातुः नकारः मध्ये भवति, मिथेश्चयन्त्यादि पाठः इति सूत्रेण भवति, ह्रस्व अकारे परे इति भवति महोदय। देन् अनन्तरं यङ् लुक् इति अपि विकर्णपत्ये नास्ति, अतः तत् स्थाने अल्सन्धि भवितुम् अर्हति महोदय। बहु समीचीनं महोदय। इदानीमत्र सुखवनं महोदय, भवान् यङ्ग्लुक् विषये किञ्चित् अत्र सूक्ष्मरूपेण वदति वा महोदय? हा, प्रयत्नं करोमि. यङ् इति प्रत्ययः सनादिप्रत्ययाः इति द्वादशप्रत्ययाः सन्ति. तेषु यङ् इति प्रत्ययः अन्यतमः. यदा येषु द्वादशप्रत्ययेषु धातुभ्यः योजयामः तथा नूतनधातुः उत्पद्यते सनाद्यन्ताः धातवः इति सूत्रेण. अतः यङ् इति प्रत्ययं वयं योजयामश्चेत् अपि नूतनधातुः तत्र भविष्यति. यङ् इति प्रत्ययस्य वैशिष्ट्यं किम् इत्युक्ते, कुत्रचित् यङ् इति प्रत्ययः तादृशमेव तिष्ठति, कुत्रचित् तत् लुक् भवति. लुक् इत्युक्ते लोपः भवति. यदा लोपः भवति चेत् अपि च धातुः हलन्तः अस्ति चेत् तत्र हल्ङ्याभ्यो दीर्घः सुतिस्यपृत्तं हल् इति सूत्रं कार्यं कर्तुम् अर्हति. यदा वयं सनाद्यन्तधातवः सनादिप्रत्ययः योजयामश्चेत् नूतनधातुः निष्पद्यते इति मया उक्तं. तादृशधातवानां संज्ञा तु आतिदेशिकधातवः इति. यत् पाणिनिमहर्षिणा साक्षात् धातुपाठे दत्तमस्ति, ते धातवः औपदेशिकधातवः. उपदेशं पाणिनिना साक्षात् उपदिशम् अस्ति, अतः तौ ते औपदेशिकधातवः. किन्तु सनाद्यन्ताप्रत्ययाः योजयेन ये धातवः निष्पद्यन्ते ते तु आतिदेशिकधातवः इति तेषां संज्ञा अस्ति. अपि च अत्र यङ् लुक् यङ् लुगन्तधातवः इति यदा वदामः अत्र अन्य किमपि कार्यं भवति वा महोदय? अत्र यङ् लुक् भवति, अपि च यदा यङ् लुक् भवति तदा सन्धिकार्यं भवति, हल् सन्धिकार्यं भवति. अत्र सनन्तधातवः ये सन्ति अत्र तु अत्र सन् अथवा निच् अस्ति चेत् अत्र कर्तरि शप् इत्यनेन शप् आगच्छति धातुः विकरणप्रत्ययोः धातुः तिङ् प्रत्ययोः मध्ये. यदा यङ् भवति तदापि शप् आगच्छति मध्ये. इदानीं यङ् लुक् भवत् यङ् लुगन्तधातूनां कृते तु अत्र न केवलं यङ्गः लुक् भवति अपि च शपः लुक् अपि भवति किल? आम् आम्. किमर्थमित्युक्ते यङ् लुगन्तदातवः अदादिगणवत् तस्य कारणं भवति इत्यनेन शपः लुक् भवति. अतः धातुः प्रत्ययः मध्ये किमपि विकरणप्रत्ययः नास्ति, अतः हल्सन्धि भवितुम् अर्हति, तत्र अवसरः अस्ति. बहु समीचीनं महोदय. अन्य कोऽपि अस्ति वा इदानीं यस्य नाम मम पार्श्वे नास्ति? अस्तु, सरला भगिनी भवती अत्र हल्सन्धिविषये अस्माकम् अभिरुचिः तस्मादारभ्य पठतु भगिनी इदानीम्. हल्सन्धिविषये अस्माकम् अभिरुचिः यङ् लुगन्तानां, यतोहि तत्र विकरणप्रत्ययः न भवति, अतः यङ् लुगन्तधातु हलन्त चेत् तस्य लुङ्लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने पदान्ते हल्सन्धिः अर्ह, यथा सङ्गम् सङ्गम्. एतादृशानि बहूनि रूपाणि अग्रे प्रदर्शितानि. हल्सन्धिविषये यङ् लुगन्तानां तत्र विकरणपत्य शप् लुक् भवति इति, अतः अदादिगण एव तस्य स्वभावः भवति. तस्य प्रसक्ति लङ् लकारे प्रथमपुरुष एकवचने अपि मध्यमपुरुष एकवचने भवति. कार्याणि किं भवति अतो दत्तमस्ति. अधुना पठामि महोदय. अधुना अनुभावार्थं यङ् लुवन्तानां लट् लकार कथं भवति इति पश्येम. अत्रापि हल् सन्धे अवसरः. लट् लकारे यङ् लुवन्तां धातूना प्रक्रिया कथमस्ति तस्य क्रमाणि अत्र दत्तमस्ति. पट् धातु इति स्वीक्रम. यथा पट् धातु लिञ्च् पाठि इति नूतनधातु लट् लटि पाठयति. पट् धातु असि इति हलन्तधातु असि. पट् पट् धातु रिच् इति प्रेरणार्थे भवति. द्वादश प्रत्यय अन्यतम रिच् अति एक धातु रिच् पट् धातु. तस्य रिच् प्रत्ययोजनेन पाठि इति नूतन आतिदेशकधातु भवति. तस्य रूप लट् लकारे पाठयति इति भवति. तथैव पट् धातु यङ् लुक् पापट् इति नूतनधातु. यदि यङ् लुक् प्रत्यय योजयामः तस्य नूतनरूपं भवति पापट्. लटि पापटि लट् लकारे तस्य रूपं भवति पापटि. बालक वारं वारम् अथवा अधिकाधिकं पठति इत्यस्मिन् अर्थे बालक पापटि. पापटि यङ् लुक् यङ् लका यङ् प्रत्ययस्य योजनेन इति तस्य अर्थमस्ति अधिकाधिकं वारं वारं यदि कार्यं भवति. यदा पापट् अस्ति नूतनधातु पापटि एतस्य लट् लकारे निष्पन्नं भवति. तस्य अर्थमस्ति बालक वारं वारं वा अधिकाधिकं पठति. अत्र पश्यतु यत् औपदेशक पट् धातु चेत् रूपम् एवं पठ पट् योग अयोगति पठति. लट् लकारे परस्मैपदी प्रथमपुरुषे पट् धातु तस्य रूपं पट् धातु विकर्णपत्य शप् आगच्छति. अकार इति तिङ् प्रत्ययस्य सिद्धत्रि तिङ् प्रत्यय आगच्छति पठति इति निष्पन्नं भवति. परन्तु यङ् लुगन् धातु चेत् मध्ये विकर्णप्रत्ययः नास्ति. पापट् इत्योगति. अतः अत्र हल् सन्धिः भविष्यति. तेन एव कारणेन हल् सन्धिः अभ्यासार्थं यङ् लुगन्तधातुः समीचीना. यथा यङ् लुगन्तधातु तस्य विकर्णपत्य वयं जानीमः तत्र नास्ति. पापट् योगति. अत्र हलन् धातु हलन् सन्धि सन्धिकार्यं भवति अत्र यङ् लुगन्तधातूनां. पापट् योगति. अत्र तकार तस्य पापट् योगति प्रथमं श्रुत्वं स्नास्तु इति सन्धि सूत्रेण ठकारस्य तकारस्य मूर्धन्य टकार आगच्छति. तत्र टकार टी भवति पापट् योगति. तत्र अनन्तर खरि च सूत्रेण ठकारस्य स्थाने तस्य प्रथमवर्ण आगच्छति. टकार पापट् योगति वर्णमेलने पापटि इति निष्पन्नं भवति. अस्तु भगिनि, अत्र इदानीं तु अत्र एकम् उदाहरणं वयं दृष्टवन्तः यङ् लुक् इत्यस्मिन् विषये. अत्र कथं वा अत्र हलन् हल् सन्धेः प्रसक्तिः भवति इति वयं दृष्टवन्तः इदानीम्. इदानीं विद्याभगिनी अन्य कोऽपि आगतवान् वा? नमस्ते महोदय, रामप्रिया अस्मि. अस्तु भगिनि, भवती एव पठति वा इदानीं भगिनी अत्र? देयं यत् औपदेशिकपट् धातोः लट्लकारे हल्सन्धिः अवकाशो नास्ति. पट् योगः अयोगः ति पठति केवलं वर्णमेलनं विकर्णप्रत्ययस्य कारणात्, परन्तु यङ्लुकि हल्सन्धिः अवकाशो भवति विकर्णप्रत्ययस्य अभावात्, अतः हल्सन्धेः अभ्यासार्थं यङ्लुगन्तदातवः समीचीनाः. अत्र लिखितमस्ति यत् औपदेशिकदातवः धातु पट् इति स्वीकुर्मः चेत् हलन्तधातुः अस्ति चेदपि घट्लकारे तस्य हल् सन्धेः अवकाशः नास्ति. किमर्थम् इत्युक्ते अत्र मध्ये विकर्णप्रत्ययः अ इति आगच्छति, पठति इति रूपं, पट् योगः अजन्त अजन्त अङ्गं भवति, अतः तत्र हल् सन्धेः अवकाशः न भवति, केवलं वर्णमेलनम् एव. परन्तु यदा यङ्लुकि यङ्लुक् प्रत्ययः स्वीकुर्मः चेत् तत्र हल्सन्धिः अवकाशः भवति. किमर्थम् इत्युक्ते तत्र विकर्णप्रत्ययः नास्ति, तस्य अभावः अस्ति, अतः तत्र हल्सन्धेः अवकाशः भवति. अदादिगणे जुहोत्यादिगणे रुदादिगणे येषाम् औपदेशिकधातूनां हल्सन्धेः अवसरः तु अस्ति विकर्णप्रत्ययस्य अभावात्, परन्तु तत्र धातवः परिगणिताः, अपि च येषां गणीयधातूनाम् अन्ते सर्वे हल्वर्णाः न प्राप्यन्ते, अतः बहूनां हल्वर्णानां सन्धि अभ्यासः तत्र न लभ्यते. दृष्टान्ते यङ्लुकि पापट् इति टकारान्तधातुः प्राप्तः, येन टकारस्य हल्सन्धिः अभ्यासः भवति, परन्तु अधादिगणे जुहोत्यादिगणे रुदादिगणे च कोऽपि टकारान्तधातुः नास्ति. इत्थञ्च यङ्लुकि सुन्दररीत्या हल्सन्धेः अभ्यासो भवति, यङ्लुगन्तधातूनाम् अन्ते प्रायः सर्वे हल्वर्णाः प्राप्यन्ते. यदा वयम् अदादिगणे जुहोत्यादिगणे रुदादिगणे औपदेशिकधातुः स्वीकुर्मः चेत् तत्र हल्सन्धेः अवसरः तु भवति एव, परन्तु भवति एव. किमर्थम् इत्युक्ते तत्र विकर्णप्रत्ययस्य तत्रापि विकर्णप्रत्ययस्य अभावः अस्ति, परन्तु तत्र तु किञ्चन दातवः कश्चन दातवः एव सन्ति, परिगणितदातवः एव सन्ति, अतः तत्र सर्वे हल् वर्णाः न प्राप्यन्ते, अतः सन्धि अभ्यासः बहूनां हल् वर्णानां सन्धि अभ्यासः तत्र न वयं न प्राप्नुमः. परन्तु यदा यङ्लुक् प्रत्ययः स्वीकुर्मः चेत् तत्र पापट् इति टकारान्तधातुः हलन्तधातुः तत्र हल्सन्धि अभ्यासः भवति. अदादिगणे तु अदादिगणे जुहोत्यादिगणे रुदादिगणे कोऽपि टकारान्तधातुः नास्ति, अतः यङ्लुकि वयं हल्सन्धेः अभ्यासः सम्यक्तया प्राप्नुमः, अतः तत् सर्वे हल्वर्णाः प्राप्यन्ते, यङ्लुगन्तधातूनाम् अन्ते प्रायः सर्वे हल्वर्णाः अस्ति, अतः हल्सन्धिः कर्तुं शक्नुमः. अस्तु भगिनि, विद्याभगिनी भवती, परन्तु तत्र धातवः परिगणिताः, अत्र अर्थः कथं भवति परिगणिताः? परिगणिताः इत्युक्ते अत्र प्रायः पूर्णतया कति धातवः सन्ति, 2000 धातवः एव सन्ति, तस्मिन्नपि केचन धातवः एव हलन्तधातवः, सर्वे तु न सन्ति तथा. अपि च यदा नूतनधातुः निष्पन्नं भवति, धातोः उत्पत्तिः भवति, अत्र प्रायः अनेकानि धातवः अनेकाः धातवः निष्पन्नाः भवन्ति इति चिन्तयामि अहम्. अत्र कोऽपि इत्युक्ते अत्र सीमितं नास्ति इति, अतः प्रायः औपदेशिकधातवः परिगणिताः, आतिदेशिकधातवः तथा न सन्ति. किमर्थं चेत् अत्र अनेकाः धातवः धातूनाम् अनेकान् धातूनाम् अनेकां धातूनां निष्पन्नं भवितुम् अर्हति इति अहं चिन्तयामि. अत्र अत्र कोऽपि तद् यदा पदनिर्माणं भवति, धातुनिर्माणं भवति, सनन्तादयः प्रत्ययः यदा योजयामः अत्र प्रायः अनेकाः धातवः वयं प्राप्तुं शक्नुमः प्रायः. अतः एव अत्र परिगणिताः इति दत्तमस्ति इति चिन्तयामि. अस्तु महोदय. परिगणित मम च मम अवगमनं महोदय, परिगणिताः इत्युक्ते न्यूनम् इति यदा आङ्ग्लभाषायां वयं प्रयुज्यामः किल, यु केन् कौण्ट् इन् युवर् फिङ्गर्स्, तादृशं तथा एव तादृशं. यदा आतिदेशिकधातवः भवन्ति तत्तु अनेकाः आतिदेशिकधातवः भवितुम् अर्हन्ति किल महोदय? द्विसहस्र धातूनां धातुभ्यः परं यङ् प्रत्ययं योजयितुं शक्यते. अतः द्विसहस्र यङ् लुक् नूतनधातुः अस्माकं मिलति. तादृश अवसरः अदादिगणे, ज्योत्यादिगणे, रुदादिगणे न मिलति इति सारांशं. न मिलति अत्र द्विसहस्रधातवः, तेषां केचन धातवः एव हलन्तधातवः. तस्मिन्नपि अदादि रुदादि जुहोत्यादिगणे केचन धातवः एव हलन्तधातवः, अतः परिगणिताः. परन्तु यदा यङ्ग्लुक् करिष्यामः तस्मिन् समये तु अनेकाः धातवः वयं प्राप्नुमः किल. इत्युक्ते द्विसहस्राणि तु न प्राप्नुमः, किमर्थं चेत् अत्र अजन्तधातवः अस्ति चेत् ते तु तथा न भवति किल. आम् अपि च प्रायः यदा धातवः तेषाम् उत्पत्तिः भवति अत्र प्रायः अनेकाः अपि भवितुम् अर्हति इति अहं चिन्तयामि. संस्कृतभाषायां तथा प्रक्रिया अपि अस्ति इति कुत्रचित् कथञ्चित् अहं श्रुतवान् एतत्, अतः तथा उक्तवान्. अस्तु, समीचीनप्रश्नः. प्रायः महोदयः अपि किञ्चित् अधिकं वक्तुं शक्नोति अत्र तस्मिन् विषये. धन्यवादः. एकः प्रश्नः अस्ति, यदा पापट् योगति पापटति अति भवति, तत्र तकारस्य अपेक्षसंज्ञा न भवति कारणं कि तकारस्य सह इकारः अपि अस्ति? न न, तत्र तु ति इति अपृक्तसंज्ञकप्रत्ययः तु नास्ति अत्र. नास्ति, परन्तु अत्र किमर्थं तद् उदाहरणं महोदयः नीतवान् इत्युक्ते अत्र यथा पापट् इति यङ्ग्लुक् धातुः अस्ति, यङ्ग् लुगन्तधातुः अस्ति, तदानीम् अत्र यदा तिप् प्रत्ययः योजयामः तस्मिन् समये अत्र हल्सन्धेः प्रसक्तिः अपि प्राप्तिः अस्ति. अतः यङ् लुगन्तधातूनां धातोः नीत्वा वयं हल्सन्धेः अभ्यासं कर्तुं शक्नुमः इति तस्मिन् अर्थे तथा दत्तमस्ति अत्र. भगिनि हेमा भगिनी इतोपि वक्तुमिच्छति वा? न, तथैव. अस्तु अस्तु, धन्यवादः. इदानीं विद्या भगिनी. अत्र यङ् लुगन्तधातूनां तावत् एव विषयः. यङ् लुगन्तधातुः कथं निर्मीयते इति भिन्नवार्ता. अग्रे गत्वा अपरस्मिन् पाठे तामपि प्रक्रियां करिष्यामः. किन्तु अधुना केवलं यङ् लुगन्तधातुम् आदाय हल् सन्धेः अभ्यासः क्रियते. अस्मिन् पाठे अभ्यासार्थं बहुत्र यङ् लुगन्तधातूनाम् उदाहरणानि दत्तानि. अत्र तु वयं यङ् लुगन्तधातूनां प्रक्रियायां प्रक्रिया का प्रक्रिया अस्ति इति न पश्यामः. तद् भिन्नपाठः अस्ति, तत् अपरस्मिन् पाठे पश्यामः. अत्र तु केवलम् उदाहरणं स्वीकृत्य तत्र हल् सन्धि कथं भवति इति एव पश्यामः अग्रे. लङ्लकारस्य अपृक्तप्रत्यये परे इतोपि एकः प्रसङ्गः अस्ति यत्र हल् सन्धेः अवसरः प्राप्यते. यदि गुणकार्येण वृद्धिकार्येण च कोऽपि धातुः हलन्तः भवति तत्रापि लङ्लकारस्य तप्रत्ययः सप्रत्ययः च इत्यनयोः लोपः. पूर्वं वयं दृष्टवन्तः यदि धातुः हलन्तः अस्ति चेत् तत्र हल् सन्धिः प्रसक्तिः भवति यदा अदादिगणे जुहोत्यादिगणे. अपि च यदि धातुः वयं प्रक्रियां यदि वयम् अङ्गकार्यम् इति कुर्मः तदापि तत्र धातुः यदि हलन्तः भवेत् तत्रापि हल् सन्धिः प्रसक्तिः भवति यदि तत्र गुणकार्यम् अथवा वृद्धिकार्यम् इति भवति. अत्र उदाहरणं जागृ इति धातुः अस्ति. अपि च वयं पूर्वं जुहोत्यादिगणे अपि पृ इति धातुः वयं दृष्टवन्तः. तत्र पिपूर्तः इति तत्र अग्रे पिपूर् इति आगच्छति, तत्र रेपः आगच्छति, तत्रापि वयं दृष्टवन्तः. अत्र तु उदाहरणमस्ति अजागृयोगः त. प्रथमम् अत्र अजागृ अत्र त इति तिप् प्रत्ययः अस्ति, अतः पित् अस्ति. अत्र गुणकार्यं भवति सार्वधातुकार्धधातुकयोः इत्यनेन. तत्र ऋकारस्य स्थाने अ आगच्छति. अनन्तरम् उरण्ड्रपरः इत्यनेन अण् प्रत्ययः. अनन्तरं रेपः अपि आगच्छति. ऋकारस्य स्थाने यदि अण् आगच्छति तदा अण् सदा रपरः भवति. अतः तत्र अजागर् योगः त इति अस्ति. इदानीं त प्रत्यय अजागर् इति धातुः इदानीं हलन्तः. अपि च अग्रे त इति अपृक्तसंज्ञकप्रत्ययः. अतः अत्र हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति यस्य प्रसक्तिः अस्ति अत्र त इति अपृक्तप्रत्ययस्य लोपः भवति. अजागर् इति इदानीं पदम् अभवत्. अजागर् इति पदस्य अन्ते रेपः अस्ति, अतः अत्र करवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः. रेपस्य स्थाने विसर्गादेशः भवति, अतः अत्र अजागः इति रूपं निष्पन्नं. अग्रे अजागर् योगः स. अत्रापि समानकार्यम्. एकनिमिष भगिनि. अग्रे अत्र समान अभ्यासः अपि अस्ति किल अत्र. किं महोदय? अत्र समान अभ्यास अत्र उदाहरणं तु समानमेव अस्ति. केवलम् अत्र प्रत्ययः सप्रत्ययः अस्ति इति उक्त्वा अत्र इदानीम् अत्र पुष्पा भगिनी भवती करोति वा? प्रयत्नं करोमि महोदय. अजाग्र धातुः योगः स सकारः गुणः भवति सार्वधातुकार्धधातुक धातुः वर्तते. अत्र अजागर् आयाति. अजागर् योगः स. अत्र हल्याभ्यो दीर्घात् स्तुतिस्य अपृक्तं हल् इत्यनेन स लोपः. अत्र अजागर् तिष्ठति. विसर्जनीयः इत्यनेन ऋकारस्थाने विसर्गः अजागः इति निष्पन्नम्. अस्तु भगिनि, इदानीम् अत्र पुष्पा भगिनी भवती करोति वा? महोदय, अत्र क्षम्यतां, हेमा भगिनी पृच्छतु महोदय. वृद्धिकार्येण धातुः हलन्तः भवति इति दत्तमस्ति किल ह्यः, मया पृष्टः वृद्धिकार्येण कथं धातुः हलन्तः भवितुमर्हति? अग्रे उदाहरणमस्ति महोदय, वयं गतवर्गे दृष्टवन्तः, अद्य पुनः द्रक्ष्यामः. अस्तु, ओ अस्तु, उदाहरणमस्ति, अग्रे अस्ति उदाहरणम्. अहं पठामि महोदय. न न, हेमा भगिनी करोतु, हेमा भगिनी करोतु, हेमा भगिनी करोतु. द्वितीयबिन्दुः अस्ति इदानीं. प्रथमसोपानेन पदं निर्मितम्, अतः पदं निमित्तीकृत्य कार्याणि. प्रथमे सोपाने तिङ्प्रत्ययः संयोजितः, अतः सुप्तिङ्गन्तं पदम्. सो यदा इदानीमेव दृष्टवन्तः सकारतकारः लोपेन, यद्यपि तत् लोपं भवति तथापि तत् पदमेव भवति, अजागः इति तत् पदम्, यतोहि तिङ् संयोजितम् इति कारणेन तत्र पदं जातम् इति. यद्यपि तप्रत्ययः सप्रत्ययश्च इति अनयोः लोपो जातः, तथापि तिङ्प्रत्ययस्तु विहित एव. अतः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अधुना धातुः न अपि तु तिङ्गन्तं पदमेव. अधुना अरुणद्, अभिनद्, अहन्, अधो, असंस्त् इति इमानि पदानि एव, अपि च येषां पदानाम् अन्ते यः हल्वर्णः वर्तते सः पदान्तः हल्वर्णः. अनेन कारणेन अग्रे गत्वा इमानि विशिष्टानि कार्याणि भवन्ति यत्र यत्र प्राप्तिरस्ति. तर्हि तकारसकार यत् लोपः भवति, अपि च पदमपि जातं तत्र, परन्तु प्रत्ययः यद्यपि लोपः जातः तथापि तस्य लक्षणानि तिष्ठन्ति इति प्रत्ययलोपे प्रत्ययलक्षणं सूत्रं प्रतिपादयति. अतः अत्र लोपानन्तरं तत् पदमेव भवति इति. उपरि दत्तानां उदाहरणानां वयं दृष्टवन्तः, तत्र अरुणद्, अभिनद्, अहन्, अधो, असंस् सर्वे पदानि एव, सर्वे हलन्तः अपि. अतः पदान्ते हल्वर्णः अस्ति, तस्य विशिष्टकार्याणि भवन्ति, तत् वयम् अग्रे पश्यामः इति अस्ति. ध्येयं यत् अग्रे पठामि वा महोदय? तत् परिच्छेदं पठतु भगिनि. ध्येयं यत् अग्रिमेषु सर्वेषु सूत्रेषु कार्यं विहितं पदान्ते, यतः पदस्य इति सूत्रस्य अधिकारः, पदस्य इत्यस्य अधिकारः अष्टमसूत्र प्रथमपादात् सप्तादश, प्रथमपादे सप्तादशसूत्रात् आरभ्य तृतीयपादस्य पञ्चपञ्चाशत् सूत्रपर्यन्तं पदस्य इति अधिकारः प्रवर्तते. अतः यत्र यत्र हलन्त पदान्ते हल्वर्णः अस्ति तत्र तत्र पदस्य इति कारणेन सन्धिकार्य विशिष्टकार्याणि भवन्ति इति अग्रे दत्तमस्ति. अस्तु भगिनि, इदानीम् अत्र मणिमहोदय भवान् करोति वा? अस्मि महोदय. पदस्य अन्ते संयोगः अस्ति चेत् तस्य पदस्य अन्तिमवर्णस्य लोपः भवति. उदाहरणार्थं सूत्रेण विवन् संयोगान्तस्य लोपः, यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपः भवति. हलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः, न तु पूर्णपदस्य. संयोगः अन्ते अस्ति यस्य तत् संयोहान्तं बहुव्रीः तस्य संयोहान्तस्य, संयोहान्तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं. पदस्य इत्यस्य अधिकारः अनुच्छेदसूत्रं संयोहान्तस्य पदस्य लोपः. सूत्रं संयोहान्तस्य लोपसूत्रं वदति, यत्र संयोगम् अस्ति अत्र अन्तिमवर्णः प्रथमसदस्य द्विपदस्योः द्विसदस्यवर्णः एव लोपो भवति इति उक्तं. तत्र तु अलोन्त्यस्य इत्युक्ते अन्तिमवर्णः एव न पूर्णतया भवति इति उक्तं महोदय अत्र. अस्तु अस्तु, संयोगः इत्युक्ते किं महोदय? संयोगः इत्युक्ते द्वयोः वर्णयोः यत्र अचुवर्णः नास्ति चेत् अधः संयोगम् इति उक्तवान् महोदय. द्वे अथवा द्वौ हल् वर्णौ अथवा तस्य तदधिकं हल् वर्णाः मध्ये कोऽपि स्वरः नास्ति चेत् संयोगः इति वदामः. अत्र यदा संयोगः भवति पदस्य अन्ते संयोगः भवति, अत्र संयोगस्य अन्तिमवर्णस्य लोपः भवति इति अत्र सूत्रमस्ति. अस्तु महोदय, इदानीम् अत्र सुखवनं महोदय भवान् करोति वा? हा महोदय, यथा बन्ध् इति औपदेशिकधातुः तस्य यङ् लुगन्तधातुः बाबन्ध् इति, अबाबन्ध् इति लङ् विवक्षायां अकारस्य योजनं धातुभ्यः पूर्वं भवति, अतः अबाबन्ध् इति योगः त हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन तकारस्य लोपः भवति. अबाबन्ध् इति तिङन्तं संयोगान्तं, नकारः धकारः तत्र संयोगे अस्ति अतः तत् संयोगान्तम्, अतः संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः अस्ति, प्राप्तिः अपि अस्ति. अनेन अन्तिमवर्णस्य इत्युक्ते धकारस्य लोपः भवति, अबाबन् इति रूपमेव तिष्ठति तत्. अस्तु महोदय, अत्र तु को प्रश्नः अस्ति वा? इदानीं पर्यन्तं वयं यत् पठितवन्तः. अस्तु, रामप्रिया भगिनी भवती अग्रे पठति वा? आम् आं महोदय. ए वन् इति संयोगस्य प्रथमसदस्यः रेपः चेत् रेपात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न. रात्सस्य इति सूत्रं, यस्य पदस्य अन्ते संयोगो अस्ति, संयोगस्य प्रथमसदस्यः रेपः चेत् रेपात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न. रात् पञ्चमे अन्तं, षष्ठ्य षष्ट्यन्तं द्विपदमिदं सूत्रं, संयोगान्तस्य लोपः इति सूत्रस्य पूर्णतया अनुवृत्तिः. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रात् संयोगान्तस्य पदस्य सस्य लोपः. अत्र सूत्रस्य अर्थः अस्ति, यदा पदस्य अन्ते संयोगः अस्ति चेत् संयोगस्य प्रथमसदस्यः यदा रेपः अस्ति चेत् रेपात् परस्य सकारस्य एव लोपः भवति, अन्य कोऽपि अन्यवर्णः अस्ति चेत् तस्य लोपः न भवति इति अस्ति. रात् अनुवृत्तिसहितसूत्रं रात् संयोगान्तस्य पदस्य सस्य लोपः इति अस्ति. तदेव अन्ते रात् इति संयोगस्य प्रथमसदस्यः रेपः, सस्य लोपः इत्युक्ते सवर्णस्य परवर्णः सकारः अस्ति चेत् तस्य लोपः भवति इति. एतत्तु संयोगान्तस्य लोपः इति सूत्रं यत् कार्यं कर्तुं शक्नोति एतदपि तदेव करोति किल, प्रात्सस्य अपि अत्र. अतः किञ्चित् अत्र इदानीम् अत्र हेमा भगिनी भवती पठति वा अग्रे, पठित्वा किञ्चित् प्रतिपादयति वा अत्र पूर्णरूपेण? महोदय, एकः प्रश्नः अत्र, महोदय ह्यः उक्तवान् दलसार्थक्यम् इति, किमर्थं किम् अस्ति तद् अत्र दलद्वयम् अस्ति इति वा? महोदय, हेमा भगिनी भवती वक्तुं शक्नोति वा अत्र? भगिनी अस्ति वा? अस्तु अस्तु भगिनि, किञ्चित् अत्र वदति वा? न, परन्तु दलसार्थक्यम् इति तत्र विवरणं मया अपि न बुद्धं ह्यः. दलसार्थक्यम् इत्युक्ते आङ्ग्लभाषायां वक्तुं शक्नोति वा किं तस्य अर्थः? एतद् बहुवारं महोदयः तद् उक्तवान्, परन्तु कदापि मम अपि सम्यक्तया अवगमनं न अभवत्. परन्तु अत्र रात्सस्य इति सूत्रम् अग्रे पठामः, अनन्तरं प्रायः प्रयत्नं महोदय. वदतु महोदय. दलसार्थक्यम् इति न्यायवर्गे अधिकाधिकम् आगच्छति. तत् किम् इत्युक्ते, दलम् इत्युक्ते बेसिस्, फौण्डेशन्. सार्थक्यम् इति तत् निरूपणीयम् इति. संयोगान्तस्य लोपः किं वदति इत्युक्ते, यदा द्वयोः नो चेत् तस्य अधिकं हल् वर्णयोः मध्ये संयोगः अस्ति, तत् तत्र यत्किमपि वर्णः पूर्वं भवतु, यत्किमपि वर्णः अन्त्यं भवतु, अन्त्यस्य वर्णस्य लोपः भवति इत्येव संयोगान्तस्य लोपः इति सूत्रं वदति. रात्सस्य इति सूत्रं किं वदति, यदा रेपः प्रथममस्ति चेत् ततः परं सकारः आयाति चेत् केवलं सकारस्य, यदा सकारः आयाति चेत् एव तस्य लोपः भवति, अन्यवर्णः आयाति चेत् तत् तेषां लोपः कदापि न भवति इति. इत्युक्ते राक्षस्य यत् वदति तत् संयोगान्तस्य लोपः इति सूत्रं यत् यत् वदति तस्मिन् अन्तर्भूतमस्ति. संयोगान्तस्य लोपः इति जनरल् रूल्, रात्सस्य इति इति सूत्रं यत् वदति तत् तस्मिन् अन्तर्भूतमस्ति. यत्किमपि वर्णः भवतु प्रथमे, यत्किमपि वर्णः भवतु अन्ते, अन्त्यस्य वर्णस्य लोपः भवति इति संयोगान्तस्य लोपः वदति. इत्युक्ते किमर्थं रात्सस्य इति सूत्रस्य आवश्यकता इति अस्माभिः निरूपणीयं, तदेव दलसार्थक्यम् इति. आन् वाट् बेसिस् सूत्रस्य निरूपणार्थं, द्वितीयसूत्रस्य निरूपणार्थम् अत्र दलसार्थक्यम् इति वदामः वा? महोदय, द्वितीयसूत्रस्य निरूपणार्थं दलसार्थक्यम् इति वदामः वा अत्र? हा, द्वितीयसूत्रस्य आवश्यकं किम्? यदि संयोगान्तस्य लोपः एव कार्यं करोति चेत् रात्रस्य इति सूत्रस्य आवश्यकं किम्? तस्य दलं किम्? आन् वाट् बेस् एतत् सूत्रस्य निर्माणम् आवश्यकं, तत् पाणिनिना निर्मितम् इति अस्माभिः अवगन्तव्यं, तदेव तत्. अस्तु अस्तु महोदय, धन्यवादः महोदय. बहु बहुकालतः मम अपि प्रश्नः आसीत्, परन्तु न पृष्टवान्. धन्यवादः भगिनि, प्रश्नः बहु उत्तमप्रश्नः. धन्यवादः. हेमा भगिनी, भवती करोति वा? अत्र राक्षस्य सूत्रतः वा नो चेत् अग्रे वा? वस्तुतः इदं सूत्रं सूत्रं तु पठितवती भगिनी, पठितवती. इदानीम् अत्र तस्य आवश्यकता का इति अत्र प्रश्नः आगतः किल. इदानीमेव यथा महोदयः उक्तवान् तस्य समाधानम् अग्रे अस्ति. भवती एकवारं पठित्वा प्रतिपादयतु भगिनि. अस्तु, वस्तुतः इदं सूत्रं केवलं वदति यत् पदान्ते संयोगः अस्ति चेत् संयोगस्य प्रथमसदस्यः रेफः चेत् रेफात् परस्य सकारस्य लोपो भवति। अयं च सकारलोपः संयोगान्तस्य लोपः इत्यनेन एव सिद्धं खलु। तर्हि पुनः राक्षस्य इति कथनस्य का आवश्यकता? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति। अयं सकारलोपः पुनः उक्तः यतोहि अनेन नियमयति। इदं सूत्रं नियमसूत्रम्। अस्य सकारलोपस्य पुनः कथनेन केवलं सकारलोपः अपरवर्णस्य न इति फलितार्थः। तर्हि यदा महोदयेन उक्तम् अत्र संयोगान्तस्य लोपः अनेन सूत्रेण अपि अत्र सकारस्य लोपः भवितुम् अर्हति, तर्हि किमर्थं राक्षस्य इति सूत्रस्य आवश्यकता इति प्रश्नः उदेति। अत्र संयोगान्तस्य लोपः इति कथनेन सकारस्य लोपः भवति, परन्तु राक्षस्य सूत्रस्य सूत्रेण वयं तत्र जनरल् रूल् तस्य इदानीं विशिष्टरूपेण वयं वदामः, यदि प्रथम संयोगस्य प्रथमवर्णः रेफः भवेत् अपि च तस्य अनन्तरं सकारस्य एव लोपः भवतु इति विधेः नियमनम् अत्र अनेन सूत्रेण भवति इति कारणेन राक्षस्य इति सूत्रस्य निर्माणम् अत्र अयं सूत्रः नियमसूत्रमस्ति। षट् सूत्रविवरणं वयं पूर्णं दृष्टवन्तः, विधिसूत्रं, संन्यासूत्रं, परिभाषासूत्रं, तत्र नियमसूत्रं राक्षस्य इति नियमसूत्रमस्ति। अत्र अनेन सूत्रेण केवलं सकारस्य एव लोपः भवेत्, न तु अन्यवर्णस्य इति प्रतिपादयति, अतः राक्षस्य इति सूत्रमस्ति। तस्य दृष्टान्तरूपेण अग्रे दत्तमस्ति अमृज। एकनिमिषः भगिनि, अत्र एकनिमिषः भगिनि, अत्र अत्र एकं वाक्यमस्ति किल, महोदयः अपि पृष्टवान् गतवर्षे, अत्र सिद्धे सति, तदपि एकवारं भगिनि सर्वेषां कृते प्रयत्नं करिष्यामि। सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति। तर्हि कार्यं तु सिद्धं भवति अभवत् संयोगान्तस्य लोपः इति सूत्रेण एव, तत्र सकारलोपः इति कार्यं तु अभवत्। तर्हि सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति। तर्हि तत्र यद्यपि तस्य कार्यं संयोगान्तस्य लोपः इति सूत्रेण अभवत्, तर्हि अत्र कोऽपि वर्णः अनन्तरं न भवेत्, केवलं सकारस्य एव लोपः भवतु इति नियमनम् अत्र कर्तव्यम्। अतः अत्र नियमयति इति नियमसूत्रं भवति। तर्हि द्वितीयवर्णः केवलं सकारस्य एव लोपः भवतु, न तु अन्यवर्णस्य इति फलितः। अन्यत् इत्युक्ते अत्र संयोगान्तस्य लोपः सूत्रं तु यथा भवति अपि महोदयः अपि उक्तवान् अत्र सर्वेषां कृते अस्ति अत्र, परन्तु इदानीं राक्षस्य इति सूत्रात् किं करिष्यामः इत्युक्ते, यत् कार्यं संयोगान्तस्य लोपः इत्यस्मात् भवति, तस्य कार्यस्य सीमा इदानीं राक्षस्य इति सूत्रात् कर्तुं शक्नुमः, नो चेत् रेफस्य अनन्तरं यत्किमपि भवेत् तस्य अपि लोपः भवति, न तु केवलं सकारस्य लोपः। अतः राक्षस्य इति अत्र नियमसूत्रमस्ति, अपि च पूर्वतनसूत्रस्य कार्यं सीमितं भवति एतत् सूत्रात्। अतः एव यथा महोदय उक्तवान् अत्र धलसार्थक्यं राक्षस्य इति सूत्रस्य आवश्यकता का इत्यस्य समाधानमपि वयं ज्ञातुं शक्नुमः. अस्तु भगिनि, भवती सम्यक्तया कृतवती, अतः एव अहं भवतीं पृष्टवान्. भगिनि धन्यवादः. इदानीम् अत्र शुकवनं महोदय, भवतः प्रश्नः पठतु महोदय अग्रे. यदा इति वयं दृष्टवन्तः इत्युक्ते रात्सस्य इति सूत्रस्य निर्माणार्थं दलं किम् इति कोऽपि वक्तुं शक्यते वा? फौण्डेशन् संयोगान्तस्य लोपः एव तादृशं न दलं रात्सस्य इति सूत्रस्य निर्माणार्थं दलं किम्? इत्युक्ते नियमनम् एव दलं. निमित्तं किम्? हा निमित्तं निमित्तं नियमनं, तत्र नियमनं नियमाय इति दत्तमस्ति किल. यदा तादृशनियमनस्य आवश्यकता नास्ति चेत् रात्सस्य इति सूत्रस्य आवश्यकता एव नास्ति. अतः नियमनमेव दलम् इत्युक्ते नियमनमेव बेसिस्. तदेव अत्र सकारस्य एव लोपः भवतु यद् अत्र सकारस्य एव लोपः भवतु रेफानन्तरं तस्य तदेव नियमनम् अस्ति, अतः तदेव दलमस्ति इति. आम्, यदा तादृशनियमनं कार्यम् इति वयं न चिन्तयामश्चेत् रात्सस्य इति सूत्रस्य निर्माणमेव वयं न कुर्मः. किमर्थं तत् कुर्मः? यदा संयोगान्तस्य लोपः इति सूत्रमेव तत् कार्यं करोति चेत् तदुपरि रात्सस्य इति सूत्रं किमर्थं वयं कुर्मः इत्युक्ते नियमाय इति. तदेव दलं रात्सस्य इति सूत्रस्य दलं किम् इत्युक्ते नियमनमेव. अस्तु, पूर्वं रेपः अस्ति चेत् सकारस्य लोपः एव भवतु, अन्यवर्णः अस्ति चेत् तस्य लोपः न भवतु इति नियमनं करोति. तद् नियमनमेव रात्सस्य इति सूत्रस्य दलम्. अस्तु तावदेव, धन्यवादः. अन्य कोऽपि प्रश्नः अस्ति वा अत्र? अस्ति चेत् अपि च अन्य एकविषयं महोदय, सिद्धे सति आरभ्यमाणः आरभ्यमाणो विधिर्नियमाय भवति. तत्र सिद्धे सति इति संयोगान्तस्य लोपस्य कार्यं सिद्धम् अपि चेत् आरभ्यमाणः विधिः इत्युक्ते रात्सस्य इति सूत्रं, रात्सस्य सूत्रं विधिसूत्रम् अस्ति. तदेव अस्माकं तस्मिन् विषये एव अस्माकं चिन्तनं प्रवर्तमानः अस्ति. आरभ्यमाणः विधिः रात्सस्य इति विधिः नियमाय इत्युक्ते नियमनार्थं भवति इति. आरभ्यमाणः विधिः इति तत्र रात्सस्य इति सूत्रं सूचयति इति. सिद्धे सति इति संयोगान्तस्य लोपः इत्यस्य सूत्रस्य कार्यम् आरभ्यमानः विधिः इत्युक्ते रात्सस्य तदस्ति नियमनार्थं नियमाय. समीचीनं, उत्तमं महोदय, अनेकाः धन्यवादाः. अत्र प्रायः सर्वेषां कृते एतत्तु किञ्चित् अवगतम् इति चिन्तयामि इदानीम्. अस्तु महोदय, भवान् एव अग्रे पठति वा महोदय? अत्र पठामि महोदय, भवतः प्रश्नः आसीत् अत्र. ओ अत्रैव वा? अमृज् योगः सः अमृज् तकारस्य लोपः भवति हल्ङ्याभ्योर्दीर्घास्थितिस्य अपृक्तं हल् इति सूत्रेण. मृजेर्वृद्धिः इत्यनेन वृद्धिः भवति अमार्ज् इति इति रूपं प्राप्नोति. संयोगान्तस्य लोपः इत्यनेन झकारस्य लोपः प्राप्तः. रात्सस्य इत्यनेन जकारलोपः बाधितः. अमार्ज् इति रूपमेव तिष्ठति. ओ महोदय, तत्रापि मृजेर्वृद्धिः इति अस्ति किल, तत्पूर्वमेव हलन्तम् अभवत्, अमृज् इति अङ्गं हलन्ताङ्गम् अस्ति, वृद्धिर्भूत्वा तत्र हलन्तं न अभवत् किल. वृद्धिः भूत्वा हलन्तं न अभवत्, परन्तु अत्र अत्र तत्र हलन्तं तु अस्ति एव, परन्तु अत्र प्रथमम् अमृज्योगः त अस्ति किल महोदय, त प्रत्ययः हल्याभ्यो दीर्घात् स्तुतिस्य प्रोक्तम् इत्यनेन त इत्यस्य लोपः भवति, किमर्थं चेत् तत्तु अपृक्तसंज्ञा सपादसप्ताध्यायाम् अस्ति तत् सूत्रं. मृजेर्वृद्धि प्रायः प्रथमम् अत्र महोदय, अहं चिन्तयामि मृजेर्वृद्धि एव कार्यं करोति इति चिन्तयामि अत्र, किमर्थं चेत् हल्याभ्यो दीर्घात् स्तुतिस्य प्रोक्तं हल् इति तत्तु पूर्वसूत्रमस्ति, एतत्तु परसूत्रमस्ति, सप्तमाध्याये अस्ति, अतः एतस्यैव कार्यं भवति प्रायः अमृज्योगः त. अतः अत्र मृजेर्वृद्धिः भूत्वा अत्र अत्र तस्मिन् तस्मिन् विषये अपि वयं चिन्तयामः महोदय, किन्तु तद् अत्र अत्र विवक्षा नास्ति. मम प्रश्नः किम् आसीत् इत्युक्ते, अहं पुनः तद् वाक्यं पठामि. कुत्र अस्ति एकनिमिषं महोदय, भवान् पश्यति वा? अदि यदि गुणकार्येण वृद्धिकार्येण च कोऽपि धातुः हलन्तः भवति इति तत्र लिखितमस्ति, किन्तु अत्र वृद्धिकार्येण तत् हलन्तः न अभूत् किल, पूर्वमेव तत्पूर्वमेव वृद्धिकार्यं प्रथमं भवति, पूर्वमेव अङ्गं, हा तत् मृज् इति अङ्गं तत्पूर्वमेव अस्ति वृद्धिकार्य, किन्तु गुणेन तत् भवितुम् अर्हति यदा ऋकारान्तः अस्ति चेत्. जागृ जागृ तत्र जागर् इति भवति, तत्र ऋकारान्तः आसीत् भवति, पठन्तु अत्र आम् जागृ इति धातुः हलन्तः नास्ति, किन्तु गुणं भूत्वा तत् हलन्तः भवति, तादृशं वृद्धिकार्यं न कर्तुं शक्यते इत्येव मम प्रश्नः आसीत् महोदय. अत्र यदि धातुः धातुः धातोः अन्ते ऋकारः अस्ति, यदि तादृशं सूत्रमस्ति यत्र ऋकारस्य वृद्धिः भवति, तदा तत्र आर् इति भवति, तदा तदानीमपि तत्र धातुः हलन्तः भवति. तदपि चिन्तितवती, परन्तु तस्य अवसरः अस्ति वा इति न जानामि. प्रश्नः इदानीं प्रश्नः समीचीनप्रश्नः. अनन्तरं अनन्तरप्रश्नः तु आर् इति रूपं वृद्धिकार्येण भवति वा? प्रश्नः सत्यमेव, वृद्धिकार्येण एव भवति वृद्धि अपरः आम् गुणः गुणः अकारस्य उरण्ड्रपरेण, वृद्धिः आकारस्य उरण्ड्रपरेण. यदा तद् शक्यते चेत् यत् तत्र लिखितं तत् समीचीनमेव, तद् तदेव मम अवगमने नास्ति. तादृश उदाहरणं प्रायः इदानीम् उदाहरणं वयं पश्यामः. प्रायः महोदय अपि उक्तवान् किल अनन्तरं प्रेषयिष्यामि इति. अस्तु, एतत्तु किञ्चित् भिन्नविषयः अस्ति. अत्र तु एतत्तु रात्सस्य इत्यस्य विषये अस्ति. पठतु महोदय, किं पठतु महोदय. अपि च मृजेर्वृद्धिः मृजेर्वृद्धिः इति सूत्रं प्रथमं कार्यं प्रथमं तस्य कार्यं भवति वा न वा इत्यपि द्रष्टव्यम्. इदानीं मन्ना भवति महोदय. तदेव भवत् अत्र तु मृजेर्वृद्धिः इति अङ्गकार्यम् अस्ति. हल्यापि दीर्घात्सुतिस्य पृक्तम् अङ्गकार्यं नास्ति इति कृत्वा अत्र अङ्गकार्यम् अपि च अत्र मृजेर्वृद्धिः इति धातोः कृते एव अस्ति इति कृत्वा प्रतिपदोक्तत्वात् अपि मृजेर्वृद्धिः एव कार्यं प्रथमः किल. अपि च अत्र परसूत्रमपि अस्ति, सपादसप्ताध्यायमपि अस्ति. बहवः बहूनि कारणानि सन्ति अत्र. प्रायः तदर्थमेव अत्र मृजेर्वृद्धिः एव प्रथमं कार्यं करोति इति चिन्तयामि. अस्तु महोदय, तदनन्तरं इदानीं तु वृद्धिः भूत्वा किम् अभवत् महोदय? वृद्धिर्भूत्वा अमार्ज् इति रूपं प्राप्नोति. संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः अस्ति, किन्तु रात्सस्य इति सूत्रं संयोगान्तस्य संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः अस्ति. तथा जकारस्य लोपः भवितुम् अर्हति, किन्तु रात्सस्य इति सूत्रं जकारलोपः लोपस्य बाधितं करोति, अमार्जिति रूपमेव तिष्ठति. अस्तु महोदय, अग्रे अत्र आवरणे दत्तमस्ति, तदपि एकवारं पठतु महोदय. हा पठामि. अग्रे द्रक्ष्यामः यत् अमार्ज व्रश्च भ्रश्च सृज मृज यज राज छशां शः इत्यनेन झ स्थाने शकारादेशः भवति, अमार्ष् इति रूपं प्राप्नोति. झलां झषोऽन्ते इत्यनेन पदान्ते झस्त्वं भवति, अमार्ड् इति रूपं भवति. वावसाने इत्यनेन विकल्पेन पदान्ते चत्वं भवति, अमार्ट् इति रूपमपि रूपद्वयं भवति. अमार्ड् इति एकं रूपं, विकल्पेन अमार्ड् इति रूपम् इति अन्तिमरूपं प्राप्नोति. अत्र हल्न्याभ्यो दीर्घात्सुतिस्य पृक्तं हल् इत्यस्य प्रसक्तिः नास्ति एव, वयं न दृष्टवन्तः अत्र नास्ति एव. अहं पूर्वं चिन्तितवान् तदपि अस्ति अत्र, परन्तु तस्य प्रसक्तिः नास्ति एव. मृजर्वृद्धिः अनन्तरं संयोगान्तस्य लोपः तस्य अपवादः भूत्वा रात्सस्य इत्यस्य कार्यम् अपि च कानिचन विशेषकार्याणि अपि सन्ति अत्र. अस्ति, परन्तु मृजेर्वृद्धिः कार्यं करोति अत्र. मृजेर्वृद्धिः इति कृत्वा तत्र अमार्ज् इति अभवत्, तत्र तकारस्य लोपः अपि अभवत्, सम्यक् सम्यक् भगिनि. मम एव किञ्चित् भ्रमः जातः अत्र. अस्तु अस्तु, तदनन्तरमेव संयोगान्तस्य लोपः पदान्ते कार्यं करोति किल? आं भगिनि, आम्. अत्र तकारस्य लोपः हल्न्याभ्यो दीर्घात्सुतिस्य पृक्तं हल् इत्यनेन एव तकारस्य तप्रत्ययस्य लोपः. मृजेर्वृद्धिः प्रथमं, हल्न्याभ्यो दीर्घात्सुतिस्य पृक्तं हल् अनन्तरं, तदनन्तरमेव अत्र अमार्ज् इति पदं भूत्वा संयोगान्तस्य लोपः इति इत्यनेन जकारस्य लोपः. परन्तु तं प्रबाध्य अत्र रात्सस्य इत्यनेन अत्र जकारः लोपः न भवति इति. अपि च अन्यानि विशेषानि कार्याणि अपि. बहु समीचीनं, धन्यवादः भगिनि. किञ्चित् मम अपि भ्रमः आसीत् अत्र. अस्तु अस्तु, इदानीम् अत्र रामप्रिया भगिनी भवती करोति वा? आं महोदय, यदा कदा प्रश्नः आयाति स सकारलोपस्य उदाहरणं किम्? एतादृशधातुः प्रायः न स्यात् यस्य अन्ते रेफसकारयोः संयोगः विद्यते, परन्तु सुबन्तेषु दृष्टान्तः लभ्यते। ऋकारान्तसुबन्तानां पञ्चम्यन्तं रूपं षष्ट्यन्तं रूपं च अनेन सिद्ध्यति। अतः अत्र प्रश्नः आगच्छति सकारलोपस्य उदाहरणं किम् इति, राक्षस्य इति सूत्रस्य विषये। परन्तु धातुः प्रायः नास्ति यस्य अन्ते रेपः सकार संयोगः अस्ति, परन्तु सुबन्तेषु तद् भवति इति उदाहरणम् अत्र अस्ति। ऋकारन्तु सुबन्तानां पञ्चमी अथवा पञ्चमी षष्ट्यन्तं च अनेन सिद्ध्यति इति। उदाहरणरूपेण पितृयोगः ङस्, अनुबन्धलोपानन्तरं पितृयोगः ङस्थाने अस्, क्षम्यताम् अनुबन्धलोपानन्तरं पितृयोगः अस्। ऋत उत् इति सूत्रम् इदानीम् इत्यनेन ऋकारान्तात् उत्तरयोः ङसिङसोः अतिपरे पूर्वपरयोः ऊकारः एकादेशः, अतः ऋकारस्य स्थाने उकारः पूर्वपरयोः स्थाने उकारः एकादेशः, अतः पित् योगः उ योगः स उरण्परः इदानीं रेपस्थाने यः अण् सः रपरः भवति, पित् योगः उर् योगः स रात्सस्य इदानीं कार्यं कर्तुम् आगच्छति, तत्र इर्स इति अस्ति, आम् उर्स, अतः रकारस्य पितुर् इति भवति सकारस्य लोपः भूत्वा, करवसाने विसर्जनीयः इत्यनेन अवसाने रस्थाने विसर्ग आदेशः, अतः पितुः इति रूपं पञ्चमी षष्ट्यन्तरूपम्। अत्र प्रायः भगिनी भवती रिफ्रेश् न कृतवती, महोदय किञ्चित् समीकृतवान्। अत्र पुरण्परः इत्यनेन ऋकारस्य स्थाने यः अन् सः रपरः भवति, ऋकारस्य स्थाने। इदानीम् अत्र द्वितीयबिन्दुः यदस्ति, महोदयः किञ्चित् समीकृतवान्, यत्किमपि अवगन्तुं शक्नुमः तत् करिष्यामः यदि भवन्तः सर्वे चिन्तयन्ति अत्र समयः अस्ति इति चेत् अग्रे राल्लोपः इति अत्र किञ्चित् समीकृतवान् महोदयः, यदि समयः अस्ति इति चिन्तयन्ति तर्हि करिष्यामः, नो चेत् प्रायः महोदयः पुनः करिष्यति एतत् सूत्रम् आरम्भतः। एकवारं पश्यामः खलु। अस्तु अस्तु भगिनि, विद्याभगिनी भवती पठति वा? आं महोदय। ए तु जलादिप्रत्यये परे रेपात् परस्य चकारस्य वकारस्य च लोपो भवति, राल्लोपः। रेपात् परस्य चकारस्य वकारस्य च लोपो भवति क्वि जलादिप्रत्ययः अनुनासिकः च परे अस्ति चेत्। रात् पञ्चम्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम्। चोः षुड् अनुनासिके च इत्यस्मात् चोः इत्यस्य अनुवृत्तिः, अनुनासिकस्य क्विजलोः क्मिति इत्यस्मात् अनुनासिकस्य क्विजलोः इत्यनयोः अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम्। अङ्गस्य रात् चोः लोपः अनुनासिके क्विजलोः, अत्र सूत्रं राल्लोपः। यदि रेपः अस्ति तस्मात् परे चकारः अथवा वकारः अस्ति चेत् तयोः लोपः भवति, यदि तस्मात् परे जलादिप्रत्ययः अथवा अनुनासिक आदिप्रत्ययः अथवा क्विप्रत्ययः परे अस्ति चेत्। अहं चिन्तयामि एतत् सूत्रं पदान्ते न कार्यं करोति। पूर्वं वयं संयोगान्तस्य लोपः अपि च रात्सस्य पदान्ते कार्यं करोति इति दृष्टवन्तः, परन्तु अत्र यदि प्रत्ययः परे अस्ति चेत् तदा कार्यं भवति. अत्र अङ्गस्य इत्यस्य अधिकारः अस्ति, अतः अत्र अङ्गकार्यम् अस्ति इति. अङ्गस्य रात् छोः लोपः अनुनासिके क्विजलोः, यदि अङ्गस्य अङ्गस्य अन्ते चकारः वा वकारः अस्ति, तस्मात् पूर्वं रेपः अस्ति, अनन्तरं परे जलादिप्रत्ययः अथवा क्वि अथवा अनुनासिकप्रत्ययः अस्ति चेत् तत्र चकारवकारस्य लोपः भवति. अहं चिन्तयामि जलादिप्रत्ययः अस्माकं विषयः भवति, किमर्थम् इत्युक्ते जलादिप्रत्यये सर्वे अन् अनुनासिकवर्गीयव्यञ्जनानि सन्ति, अपि च स श क्ष ह एते वर्णाः अपि अन्तर्भूताः. तत्तु समीचीनमेव भगिनि, अत्र जलादिप्रत्ययः एव अस्माकं कृते अस्मिन् पाठे तु तस्य एव प्रसक्तिः अस्ति. इदानीं यदा वयम् अत्र उदाहरणं पश्यामः अत्र किञ्चित् ज्ञातुं शक्नुमः. मणिमहोदय, भवान् पठति वा? मूर्छधातुः यङ् लुकि मोमोर्च् मोमूर्च् धातुः भवति. अमोमूर्च् लङ्लकारे अमामूर्च् इति रूपं भवति. अनन्तरं तकार योगत्वेन तकारः अपि प्राल्लोपः इत्यनेन चकारलोपः अनन्तरम् अमोमूर् इति योगः हल्यापि दीर्घात् उद्दिश्य अपृक्तं हल् इत्यनेन तकारलोपः अमोमूर् इति रूपं भवति महोदय. अत्र मूर् धातुः अस्ति यङ्लुकि त्रेण तेन मोमूच् इति धातु भवति आदेशिकधातुः. लङ्लकारे अमोमूच् इति अङ्गं भवति. तकार अत्र प्रथमवर्षे एकवचने तकारः अस्ति. राल्लोप इति सूत्रेण चकारः अकारः लोपो भवति. अत्र चकारः अस्ति, अत्र चकारमेव लोपो भवति. अतः अमोमुर् इति अङ्गं. तदेव प्रथमवर्षे एकवचने लङ्लकारे चकारः अस्ति. हल्याभ्योः दीर्घात् सुदिशापृक्तमल् इति सूत्रेण चकारः लोपो भवति. अनन्तरम् अमोमुर् इति अङ्गं भवति महोदय. अमोमूर्च् इति धातुः अस्ति. अमोमूर्च् इति धातुः अस्ति आतिदेशिकधातुः. तकारस्य योज अत्र प्रत्ययः तप्रत्ययः. प्रथमं राल्लोपः, तदनन्तरं हल्न्याभ्यो दीर्घात् सुतिस्य प्रोक्तं हल् इत्यनेन अमोमूर् इति तिङन्तपदम्. अस्तु महोदय. सरला भगिनी अत्र अग्रे पठित्वा पठति वा परीक्षा? धन्यवादः. अत्र राल्लोपः इति अस्ति किल, राल्लोप अभवत् मूर्च्छ. अत्र उदाहरणात् परः अत्र न अत्र राल्लोपः सर्वप्रथमं भवति. अमोमूर्च् योगस्य अमोमूर्च् अभवत्, तत् अभवत्. अनन्तरम् एकं परिच्छेदम् अग्रे अग्रे अमोमो उपधायां च अस्ति. न न तस्मात् पूर्वं भगिनि एकं परिच्छेदम् अस्ति अमोमूर्च् योगस्य. रिफ्रेश् न कृतवती भगिनि, महोदय किञ्चित् नूतनं योजितवान् अत्र. अस्तु अस्तु अस्तु अस्तु. पुष्पभगिनी भवती पठति वा? पुष्पभगिनी भवती रिफ्रेश् कृतवती वा? लोपः सर्वप्रथमं भवति परत्वात् अङ्गकार्यत्वात् च सर्वप्रथमं भवति अङ्गकार्यत् यत् तदा एव सन्धिकार्यस्य तलोपः राल्लोपः इत्यस्मात् पूर्वं च इमानि सर्वाणि सूत्राणि प्रसक्तानि किन्तु पूर्वत्रासिद्धम् इत्यनेन असिद्धानि उपधायां च संयोगन्तस्य लोपः रात्सस्य ये सर्वे कार्यं करोति ये सर्वे सूत्राणि कार्यं करोति हा अत्र राल्लोपः प्रथमं अङ्गकार्यं कार्यात् परतात् अङ्गकार्यात् अकार्यत्वात् च भवति ते सर्वे ऐ मीन् द्वे अपि कार्यं सूचयति अस्तु तदा सन्धिकार्यस्य स्थलोपः केन सूत्रेण भगिनि तकारस्य संयोगन्तस्य लोपः अस्ति न नुक्तात् प्रत्ययः अस्ति किल भगिनि तालोपः भवति केन सरला भगिनी वदतु भगिनि हलङ्याभ्यो दीधां सुप्ति सुप्तिस्य प्रक्तं हल इति सूत्रेण तकारस्य लोपः भवति हेमा भगिनी किञ्चित् अत्र सहायं कृत्वा समापयति वा प्रयत्नं करिष्यामि पूर्वत्र तत्र अत्र राल्लोपः सर्वप्रथमं कार्यं करोति यतोहि परसूत्रमस्ति अपि च अङ्गकार्यम् अपि अस्ति इति कारणेन प्रथमं तस्य कार्यं भवति तदनन्तरमेव सकारस्य लोपः तत्तु षष्टमाध्याये अस्ति तकारस्य लोपः हल्याभ्यो दीर्घात् श्रुतिस्य प्रत्तं हल् इति कारणेन तत्र तकारस्य लोपः भवति रालोपः षष्टमाध्याये अस्ति अपि च ये उपधायां च संयोगान्तस्य लोपः रात्सस्य एतानि सूत्राणि इमानि सूत्राणि तु अष्टमाध्याये अस्ति त्रिपाद्याम् अस्ति रालोपः तु सपाद्याम् अस्ति तर्हि यत् कार्यम् अभवत् परन्तु इदानीं भगिनी अत्र अममूर् इति अममूर् इति पदं निष्पन्नम् अममूर् इति कथं निष्पन्नम् एवं वा न तत्तु वयं जानीमः हल्नाभ्यो दीर्घात् अत्र ततः अममूर् इति आगतम् अनन्तरम् अत्र राल्लोपः इत्यनेन न राल्लोपः इति कार्यं न करोति अममूर् अस्ति अममूर् एव अस्ति इदानीं किं वदति सर्वप्रथमं रा भवति परत्वात् अङ्गकार्यत्वात् च राल्लोपः इति तदा एव सन्धिकार्यस्य प्रत्ययस्य लोपः भवति इति तत्तु समीचीनमेव वयं पूर्वमेव दृष्टवन्तः राल्लोपः इत्यस्मात् पूर्वं च इमानि सर्वाणि सूत्राणि प्रसक्तानि इत्युक्ते राल्लोपः राल्लोपः अपि उपधायाञ्च अत्र उपधायामत्र अममूर् योगः त अस्ति अत्र अत्र उपधायाम् उकारः अस्ति तस्मात् परः रेपः अस्ति अतः उपधायाञ्च इत्यनेन अत्र सूत्रम् इदानीं न स्मरामि एकनिमिषः अत्र धातोः उपधायोः हल्परयोः रवोः उपधायाः इकः दीर्घः भवति इति अस्ति इत्युक्ते अत्र उकारस्य दीर्घः भवितुमर्हति उपधायाञ्च इत्यनेन अपि च संयोगान्तस्य लोपः इत्यनेन तकारस्य लोपः भवितुम् अर्हति, रात्सस्य इत्यनेन तस्य लोपः न भवति इति अपि वक्तुं शक्नुमः. परन्तु अत्र हल्न्याभ्यो दीर्घः दीर्घात् सुतिस्य प्रोक्तं हल् इति सूत्रं पूर्वसूत्रमस्ति. अपि च उपधायां संयोगान्तस्य लोपः रात्सस्य एते एतानि सूत्राणि तु अत्र त्रिपाद्यां सन्ति. अतः पूर्वत्रा सिद्धमित्यनेन यद्यपि तेषां प्रसक्तिः अत्र अस्ति, कार्यं तु न भवति. केवलं हल्न्याभ्यो दीर्घात् सुतिस्य प्रोक्तम् इत्यस्य एव कार्याणि, अपि च राल्लोपः इत्यस्य एव कार्याणि भवति, न तु एतेषां सूत्राणां कार्यमिति. प्रायः तथा अस्ति इति चिन्तयामि अत्र. पुनः द्रष्टव्यं महोदय अत्र. पुनः द्रष्टव्यं. अस्तु अस्तु भगिनि. अनन्तरम् अत्र अग्रे शतवनमहोदयस्य प्रश्नः आसीत् किल, पुगन्तलघुपदस्य किमर्थं. तदपि आगच्छति अत्र किल. इदानीम् अममूर् इति पदं निष्पन्नम् अस्ति अत्र. पुगन्तलघुपदस्य इत्यनेन प्रत्ययलक्षणात् उपधा गुणः भवति इति. त इति तिप्रत्ययः अस्ति, अतः पित्वात् गुणः भवति. अतः उकारस्य गुणः भूत्वा ओकारः अममोर्, तदनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशः अमोमोः इति रूपं निष्पन्नं भवति इति. अत्र उपधायाञ्च संयोगान्तस्य लोपः रात्सस्य एतेषां सूत्राणां यद्यपि प्रसक्तिः अस्ति, परन्तु पूर्वत्रासिद्धमित्यनेन तेषां असिद्धं भूत्वा तेषां कार्यं न भवति इति. प्रायः महोदय एकवारं अपि च त्रिपाद्याम् एकसूत्रम् अस्ति चेत् सपादि एव कार्यं करोति, अतः रालोपः कार्यं करोति, अपि च उपधायां च संयोगान्तस्य लोपः रात्सस्य तेषां कार्यं न भवति इति किल. आं भगिनि, पूर्वत्रासिद्धम् इति किं वदति इत्युक्ते, यत्र एकस्मिन् समये सूत्रद्वयम्, एकं सूत्रमस्ति सपाद्यां, द्वितीयमस्ति त्रिपाद्याम्, अत्र पूर्वत्रासिद्धम् इत्यनेन पूर्वसूत्रस्य इत्युक्ते सपाद अष्टाध्याय्यां यत् सूत्रमस्ति तदेव कार्यं करोति इति. विद्याभगिनी किञ्चित् वक्तुमिच्छति वा अत्र? महोदय अत्र अमोमूर् अमोमूर् योगः त इति अस्ति, तत्रापि पुगन्तलघुपदस्य इत्यस्य प्रसक्तिः अस्ति, परन्तु पुगन्तलघुपदस्य इति वयम् अग्रे एव कुर्मः. यद्यपि पुगन्तलघुपदस्य इति अङ्गकार्यमस्ति, तथापि वयम् अग्रे एव कुर्मः. किमर्थं रालोपः अपि अङ्गकार्यं, पुगन्तलघुपदस्य च अपि अङ्गकार्यमेव अस्ति. हल्न्याभ्यो दीर्घात् सुतिश्च प्रोक्तं हल् अपि अङ्गकार्यमेव किल? न न, तत्तु प्रथमाध्याये नास्ति वा? तत्तु तत् अङ्गकार्यं. परन्तु हल्न्याभ्यो दीर्घात् सुतिश्च प्रोक्तं पूर्वम् अपि कार्यं करोति, पुगन्तलघुपदस्य इति कार्यं कृत्वा अपि अग्रे अपि कार्यं कर्तुं शक्नोति इति कृत्वा नित्यसूत्रं शक्नुमः वा? नित्यसूत्रं प्रायः तदपि प्रायः. अतः किं करिष्यामः, प्रायः बहवः प्रश्नाः सन्ति इदानीं, किं करिष्यामः, किञ्चित् इतोपि अधिकम् अहम् एकं प्रश्नं स्थापयामि. राल्लोपः इत्यनेन चकारस्य लोपः भवति, तदनन्तरं हल्न्याभ्यो दीर्घास् इत्यनेन तकारस्य लोपः भवति, अमोमुर् इति रूपं सिद्ध्यति. तत्तु पदसंज्ञा अपि प्राप्नोति हल्न्या किल प्रत्ययस्य योजनेन, अमोमुर् इति पदसंज्ञा प्राप्नोति. यदा पदसंज्ञा प्राप्नोति चेत् संयोगान्तस्य लोपः राक्षस्य इति सूत्रं सूत्रस्य प्रसक्तिः अपि भवति किल. संयोगः एव नास्ति किल, संयोगः नास्ति इदानीम्. संयोगः नास्ति एव इदानीं. संयोगः तु यदा अममूर्च् अस्ति तदा अस्ति संयोगः. परन्तु अन्य एकः प्रश्नः अस्ति, अमोमुर् इति पदं तु भवति, परन्तु तदनन्तरं किमर्थम् अन्यकार्याणि अत्र सन्ति, पुगन्तलघुपदस्य वा खरवसानि वरुष्टार्जुने, यतोहि पदं तु निष्पन्नम्. परन्तु अत्र महोदय दत्तवान् खलु, अत्र यद्यपि तका तप्रत्ययस्य लोपः भवति, प्रत्ययलक्षणं तु तिष्ठति एव, अतः गुणः भवति इति. अपि च पुगन्तलघुपदस्य इति सूत्रस्य प्रसक्तिः यदा अङ्गम् अस्ति चेत् एव, यदा पदं निर्मितमस्ति चेत् तस्य प्रसक्तिः एव नास्ति. अङ्गम् अङ्गकार्यमस्ति किल, पुगन्त अङ्गं पुगन्तलघु उपधा इति हल्याभ्यो दीर्घ इति सूत्रेण यदा पङ्गं पदं निर्मितं चेत् परिमितनिर्मितं भवति. अत्र किञ्चित् क्रमस्य विषये किञ्चित् द्रष्टव्यम्. अत्र प्रायः अग्रिमसप्ताहे महोदयः एतत् बहु समीचीन किं वदामि तर्कः सर्वेषां कृते किञ्चित् चिन्तनं भवति किल. बहु समीचीनमस्ति, बहु समीचीनमस्ति. सर्वेषां धन्यवादः, धन्यवादः, शुभरात्रिः, शुभरात्रिः, धन्यवादः, धन्यवादः.